सर्वेभ्यः नमस्कारः. अद्य आरभ्य रविवासरे सप्तवादने एव वर्गः भविष्यति इति अद्यतनवर्गस्य सुस्वागतं, व्याकरणविषये सुस्वागतम्. अनिल् महोदय अत्र आरम्भश्लोकं वदतु कृपया. ॐ सहनाभवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधितमस्तु, मा विद्विषावहि. ॐ शान्ति शान्ति शान्तिः. ॐ श्रीगणेशाय नमः. ॐ श्री सरस्वत्यै नमः. ॐ श्रीगुरुभ्यो नमः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं, भाष्यकारं पतञ्जलिं, पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु, अहम् आपणं गच्छामि इति मया उक्तम्. अत्र सर्वदा मम कृते अत्र अनिल् महोदय एव इच्छन्ति. अन्यकोपि सार्धषड्वादने अपि अस्ति, सप्तवादने अपि अस्ति, कोऽपि क्लेशः नास्ति, कोऽपि न इच्छन्ति स्म. समयः अस्ति खलु, सप्तवादने अस्ति चेत् सप्तवादने एव आगन्तव्यम्. इदानीमत्र कार्यालयं गच्छन्ति स्म इति चिन्तितवन्तः चेत् अत्र झटिति गतवन्तः खलु कार्यालये. अत्र किमपि क्लेशः नास्ति एव, परन्तु अत्र एतत्तु देवभाषा अस्ति, समये आगन्तव्यम् एव. मम कृते अपि अन्यकार्यमस्ति, अन्य संशयः, क्लेशः, सर्वाणि कार्याणि मम कृते अपि अस्ति, परन्तु अहमपि अत्र सप्तवादनपूर्वं मया आगतं, पञ्चनिमेषपूर्वम् आगतं, कोऽपि न आगतवन्तः. एतत् समीचीनं नास्ति एव. अस्तु, इदानीमत्र अस्माकं कृते प्रक्रिया, प्रकरणं किम् आसीत् इति वयं दृष्टवन्तः. इदानीं दशम पाणिनीयव्याकरणपरिचयः द्वितीयबिन्दुः भवति. पाणिनीयप्रकरणप्रक्रियाविषये प्रथमबिन्दुः अभवत् एव. इदानीं परिचयः तु अष्टाध्यायाः समग्रदृष्टिः किं किं भवति इति वयं द्रष्टुं शक्यते एव. इदानीम् अत्र कृपया अनिल् महोदय पठतु. अयं पठितुं न शक्यते. आमां समग्र शक्यते, शक्नोमि महोदय. समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूतपूर्वं पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थो लघुतमः स्यात्. सूत्राणि अतिन्यूनानि स्युः, अपि च विषयः सम्पूर्णः स्यात्. तदर्थम् अष्टाध्याय्याः अन्तः कश्चन जटिलतः कोस् अस्ति. ग्रन्थस्य सिद्ध्यर्थम् अनुवृत्तिः सर्वत्र अनुस्यूता भवेत्. विषयसम्बद्धप्रकरणानि रक्षितानि स्युः, सूत्राणां बलाबलं समन्वितं स्यात्. अष्टाध्याय्याः मूलबीजं प्रकरणं, गते पाठे प्रकरणं नाम किम् इति ज्ञातम्. यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु लघुषु उपभागेषु आयोजितानि. सम्प्रति मुख्यप्रकरणानि कुत्र सन्ति इति पश्येम. आम्, अत्र पश्यतु, समग्रसंस्कृतभाषायाः मानचित्रम् एकस्मिन् लघुग्रन्थे अभूतपूर्वं प्रथमम् अत्र बहवः ग्रन्थाः सन्ति एव. अत्र मानचित्रविषयेण लघुग्रन्थे एकस्मिन् लघुग्रन्थे अभूतपूर्वम् अत्र पाणिनिना अष्टाध्यायी विरचिता एवं रीत्या येन ग्रन्थः लघुत्तमः स्यात् पूर्वम् अभवदेव. सूत्राणि अतिन्यूनानि स्युः, अतिन्यूनानि एव. अत्र बहवः पाणिनि अष्टाध्यायी पूर्वं बहवः ग्रन्थाः आसीत् एव, परन्तु अत्र अतिन्यूनानि एव. अपि च विषयः सम्पूर्णं स्यात् एव. विषयः किम् आसीत् अत्र, एतत् सम्पूर्णमेव अभवत्. तदर्थम् अष्टाध्यायाः अन्तः कश्चन जटिलतर्कः अस्ति एव. एतत् समीचीनं भवति वा, लघु अस्ति वा, अत्र संशयः अस्ति वा, अत्र पूर्णतया भवति वा इत्येव अत्र प्रश्नः उदेति. अनन्तरम् अत्र तर्कः अपि अस्ति ग्रन्थस्य सिद्ध्यर्थम्. अत्र सिद्ध्यर्थम् इत्युक्ते अत्र पूर्णतया सिद्धरूपेण, अर्थरूपेण, अनन्तरं लघुरूपेण संशयः नास्ति वा इति. एतत् वयं एतत् विषये पठितवन्तः एव. किं षड् विषयाः सन्ति खलु सूत्रविषये. इदानीम् अनुवृत्ति सर्वत्र अनुस्यूताः भवेत्. अनुवृत्तिः अस्ति चेत् एव अत्र कार्यम्. अत्र मया पूर्वमेव उक्तं माण्डुकप्लुतिः इति भवति. अत्र जि इति अस्ति चेत् जयति इति अन्ते भवति. सूत्राणि बहवः सन्ति एव. अष्टाध्यायी अध्यायक्रमः, पादक्रमः, सूत्रक्रमः अपि अत्र इतस्ततः अटन्ति एव. अनुवृत्तिः सहितं भवति एव. विषयसम्बद्धप्रकरणानि रक्षितानि स्युः. प्रकरणमपि अत्र किञ्चित् अत्र सन्धिप्रकरणमस्ति, समासप्रकरणमस्ति, अत्र बहवः प्रकरणाः अपि सन्ति एव. सूत्राणां बलाबलं समन्वितं स्यात्. अत्र विप्रतिषेधे परं कार्यं पूर्व पर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरो बलीयः इति अत्र पूर्वत्र सिद्धम्. एतत् अत्र बलाबलचिन्तनमपि अभवत्. अष्टाध्याय्याः मूलबीजं प्रकरणमेव, प्रकरणं मूलबीजम्. अनन्तरमेव अत्र प्रक्रिया भूत्वा किञ्चित् समीचीनपदम् आगत्य कार्यं करोति. गतपाठे प्रकरणं नाम किम् इति ज्ञातम्. यदा वयं सूत्राणि क्रमेण पठामः तदा पश्यामः यत् सूत्राणि प्रकरणेषु, लघुषु, उपभागेषु आयोजितानि. अत्र प्रकरणमपि अस्ति, प्रक्रिया अपि अस्ति. अत्र एतत् लघुषु, अत्र उपभागेषु आयोजितानि एव. एतत् आयोजितानि कार्यं कृतम् अपि अनन्तरमेव वयम् अत्र पूर्णतया एकं पदं स्वीकुर्मः. सम्प्रति, सम्प्रति इत्युक्ते कोऽपि अर्थं जानाति वा? सम्प्रति इत्युक्ते किम्? अस्तु, अधुना मुख्यप्रकरणानि कुत्र सन्ति इति पश्येम. अधुना अन्य पर्यायपदं सम्प्रति. अधुना मुख्यप्रकरणानि किं किं भवति इति वयं पश्येम. अत्र गोदामल् पठतु. नमस्कारः. सम्प्रतिड पर्यायपदम् एकवारमपि वदतु. अधुना, नौ, इदानीम्. एकवारं सर्वग्रन्थम् अवलोकयामश्चेत् प्रमुखविषयाः कुत्र स्थिताः इति ज्ञास्यामः. इयं समग्रदृष्टिः मनसि अस्ति चेत् सूत्रसङ्गख्यायाः दशनिन अनुमानं कर्तुं शक्यम्। अमुकेन सूत्रेण कीदृशं कार्यं भवेत्? अत्र एकवारं सर्वग्रन्थम् अवलोकयामः चेत्, सर्वग्रन्थम् अत्र बहवः ग्रन्थाः सन्ति एव एतत् विषये, अत्र भट्टोजिदीक्षितः, अनन्तरम् अत्र नागेशभट्टः, एतत् अत्र किम् अस्ति, अत्र काशिकायाम् अस्ति खलु, अत्र बालमनोरमा अस्ति, पदमञ्जरी अस्ति, न्यासः अस्ति, अनन्तरमेव महाभाष्यमस्ति, बहवः ग्रन्थाः सन्ति एव। अत्र सर्वग्रन्थम् अवलोकयामः चेत् प्रमुखविषयाः कुत्र स्थिताः इति ज्ञास्यामः, अत्र विस्ताररूपेण अत्र ज्ञास्यामः। अत्र काशिका अस्ति, काशिका आरभ्य बहवः सन्ति एव। इयं समग्रदृष्टिः मनसि अस्ति चेत् सूत्रसङ्ख्यायाः दर्शनेन एव, अत्र गोदमाल् सूत्रसङ्ख्यायाः विषये एव किं किं भवति इति वयं दृष्टवन्तः। द्विजयति भूत भूतद्वयं धातोः विषये अपि सूत्रसङ्ख्यायाः दर्शनेन एव अनुमानं कर्तुं शक्यम्। एतत् कुत्र आगच्छति, कुत्र न आगच्छति, क्रमः आगच्छति वा, क्रमः नास्ति वा, अत्र मन्दुकप्लुतिः भवति वा इति, अमुकेन सूत्रेण कीदृशं कार्यं भवति इति, किं किम् अभवत् इति वयं पश्यामः इदानीम्। अत्र गीता श्रीधर् अद्य शृणोति एव खलु? पठामि भगिनि। पठतु अष्टाध्यायमानचित्रम्। आम्, अष्टाध्यायाः मानचित्रम्। अधः अष्टाध्यायाः मानचित्रं किम् इति अवलोकयामः। आं भगिनि, क्षम्यताम्। अधः अष्टाध्यायाः मानचित्रं किम् इति अवलोकयामः। अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति। प्रत्येकस्मिन् अध्याये चत्वारः पादाः, पादेषु सूत्राणि क्रमेण भवन्ति। प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या, सङ्ख्यायां भागत्रयं प्रथमा सङ्ख्या अध्यायस्य, प्रथमसङ्ख्या अध्यायस्य, द्वितीया सङ्ख्या पादस्य, तृतीयसङ्ख्या सूत्रस्य, यथा इकोयनचि। इदं सूत्रं षष्ठे अध्याये, तत्र प्रथमे पादे सूत्रसङ्ख्या 76 एकैकस्मिन् अध्याये के मुख्यविषयाः अन्तर्गताः इति यदा जानीमः, तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं स्यात् इति अनुमानं कर्तुम् अर्हामः। अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः। सर्वं ज्ञात्वा अस्तु भगिनि, सर्वं ज्ञात्वा न उक्तं किञ्च अधः यत् दत्तं बुद्धं चेत् मनसि अष्टाध्यायाः एका दृष्टिः सिद्धा भविष्यति। समीचीनम्। अत्र अधः अष्टाध्यायाः मानचित्रं किम् इति अवलोकयामः। मानचित्रम् अत्र किञ्चित् किं किं भविष्यति इति, अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति, वयं सर्वे जानन्ति एव, अतः एव अष्टानाम् अध्यायानां समाहारः द्वन्द्वः भवति अत्र। अष्टाध्याय्याम् अष्टौ अध्यायाः सन्ति, प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति, अनन्तरम् अत्र सूत्रसहितमपि अस्ति अत्र पादेषु सूत्राणि क्रमेण भवन्ति. प्रत्येकं सूत्रस्य स्वस्य सूत्रसङ्ख्या भवति एव. सङ्ख्यायां भागत्रयं प्रथमसङ्ख्या अध्यायस्य, द्वितीयसङ्ख्या पादस्य, तृतीयसङ्ख्या सूत्रस्य इति भवति. प्रथमम् अध्यायस्य भवति, अनन्तरम् अत्र अध्यायं पादः सूत्राणि क्रमेण भवन्ति. यदा इको एनचि इति सूत्रं स्वीकुर्मः चेत् एतत्तु षष्ठमाध्याये अस्ति, तत्र प्रथमे पादे अस्ति, अनन्तरं सूत्रसङ्ख्या तु अत्र षड् सप्ततिः इति भवति. अत्र एकस्मिन् अध्याये के के मुख्यविषयाः अन्तर्गताः इति, अन्तर्भूताः इति यदा जानीमः तदा कस्यचित् सूत्रसङ्ख्यायाः दर्शनेन तस्य सूत्रस्य कीदृशं कार्यं भवेत् इति वयम् अनुमानं कर्तुं शक्यते एव. अत्र अष्टमाध्याये षष्टमाध्याये अस्ति, प्रथमपादे अस्ति, अत्र षड् सप्ततिः सूत्रतमम् अस्ति. एतत् किं कार्यं भवति इति वयं ज्ञातुम् अनुमानं कर्तुं शक्यम् अत्र. अतः एकैकस्य अध्यायस्य केचन प्रमुखविषयाः दत्ताः. सर्वे ज्ञात्वा न उक्तं, सर्वं ज्ञात्वा न उक्तं, किञ्चन अधः यत् दत्तं बुद्धं चेत् मनसि अष्टाध्याय्याः एका दृष्टिः सिद्धा भविष्यति. अत्र किं किम् अभवत्, सूत्रसङ्ख्या किम्, अष्टाध्याय अध्यायः किं, पादाः किं, सूत्राः किम् इति, सूत्राणि किम् इति वयं ज्ञातुं शक्नुमः. अत्र प्रथम अध्यायः शान्ता भगिनी या अत्र पठतु. प्रथमाध्यायः संज्ञासूत्राणि यथा वृद्धि वृद्धिराजैः वृद्धिसंज्ञा आदेङ्गुणः गुणसंज्ञा तत्पुरुषसमानाधिकारणः कर्मधारयः कर्मधारयसंज्ञा अर्थवदधातुरप्रत्ययः प्रातिपदिकं प्रातिपदिकसंज्ञा भूवादयो धातवः धातुसंज्ञा सुप्तिङ्यन्तं पदं पदसंज्ञा कारकसंज्ञा साधकतमं करणं कर्तुरीप्सितं कर्म स्वतन्त्रकर्ता कर्तृसंज्ञा विभक्तिश्च विभक्तिसंज्ञा. यस्मात् प्रत्ययविधिस्तदादिप्रत्यये अङ्गम् अङ्गसंज्ञा. यदा कदापि प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत्सर्वं तस्य प्रत्ययस्य अङ्गम्. यथा भूयोगः नुल् अथ नुल् इति प्रत्ययः, नुल् प्रत्ययस्य अङ्गं भू यतः सः प्रत्ययात् पूर्वं वर्तते. अधुना खादन् इति पश्यतु, अत्र प्रत्ययद्वयम् अस्ति, प्रत्ययद्वयमस्ति, सोरि प्रत्ययद्वयमस्ति. खाद् योगः शप् योगः शत्र, शप् प्रत्ययात् पूर्वं खाद् अस्ति, अतः शप् प्रत्ययस्य अङ्गं खाद्. परन्तु शत्रुप्रत्ययात् पूर्वं खाद् योगः शप् अस्ति, अतः शत्रुप्रत्ययस्य अङ्गं खाद् योगः शप्. खाद् योगः शप् अनुबन्धलोपो अनुबन्धलोपे खाद् योगः अ खाद् इति शत्रुप्रत्ययस्य अङ्गम्. इदानीमत्र पश्यतु संज्ञासूत्राणि विरुदिराज्दैच् एव संज्ञासूत्राणि. विरुदिरेचि इति वयम् अस्माकं कृते अत्र वयं जानीमः एव, आ ऐ औ अस्ति चेत् अत्र कार्यं करोति इति. आ ऐ संज्ञासूत्रम् एतत्तु विरुदिरादेच् प्रथम अध्याये प्रथमपादे प्रथमसूत्रमेव अत्र विरुदिराजेच् एतत् संज्ञासूत्रम्. वृद्धिसंज्ञा अदेङ्गुणः, गुणसंज्ञा तत्पुरुषसमानाधिकरण्यः कर्मधारयः इति भवति अदेङ्गुणः इति अत्र कर्मधारयसंज्ञा अर्थवदधातोः प्रत्यये प्रातिपदिकम् इति अस्ति अत्र प्रातिपदिकसंज्ञा भवति अत्र इत्यनेन अनन्तरं भुवादयो धातवः एतत्तु धातुसंज्ञा भवति अनन्तरं सुप् तिङन्तं पदम् इति अस्ति चेत् अत्र पदसंज्ञा स्वीकुर्मः अनन्तरम् अत्र साधकतमं करणम् इति अस्ति अनन्तरम् अत्र कर्तुः ईप्सितमं कर्म ईप्सितमं कर्तुः कुत्र भवति सत्ता कुत्र भवति इति अत्र ईप्सितमम् अस्ति अत्र विवक्ष अस्ति अनन्तरं स्वतन्त्रः कर्ता अस्ति चेत् स्वयं कार्यं कर्तुं शक्यते एव अत्र प्रेरणार्थे नास्ति स्वार्थे एव भवति इति कर्तृसंज्ञा विभक्तिः च एतत्तु स्वतन्त्रकर्ता इति कर्तृसंज्ञा भवति अनन्तरं विभक्तिश्च अत्र विभक्तिः संज्ञा भवति प्रथमाविभक्तिः द्वितीयविभक्तिः आरभ्य सम्बोधनप्रथमा भवति इति कर्तुम् अत्र वक्तुं शक्यते एव इदानीमत्र यस्मात् प्रत्यये विधि सदादि प्रत्यये अल्गर्गणे प्रत्यये अङ्गम् अत्र अङ्गं कुत्र भवति इति अस्ति चेत् यस्मात् प्रत्यये विधिः प्रतिविधिः कुत्र भवति अग्रे भवति खलु एतत् प्रत्ययम् इत्युक्ते अत्र प्रत्ययं पूर्वमपि अस्ति अनन्तरमपि अस्ति सफिक्स् प्रिफिक्स् इति अस्ति अत्र यस्मात् प्रत्यये विधिः तद् आदि पूर्वं प्रत्यये अनन्तरम् एव अत्र अङ्गं भवति इति पूर्णतया एतत्तु अङ्गसंज्ञा भवति अङ्गसंज्ञा सूत्रं किम् इति वदति चेत् यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इत्येव वक्तव्यम् अत्र अङ्गसंज्ञा किं भवति अङ्गसंज्ञा सूत्रं किं भवति इति चेत् एतत् वक्तव्यम् अनन्तरम् अत्र पदसंज्ञा अस्ति चेत् अत्र सूत्रं किम् इति चेत् अत्र पदसंज्ञा सूत्रं सुप्तिगन्तं पदम् इति भवति अस्तु धातुसंज्ञा सूत्रं किं वादयो दातवः इति वक्तव्यम् अनन्तरम् अत्र प्रातिपदिकसंज्ञा किं भवति चेत् एतत् बहु मुख्यसूत्रमस्ति किं किम् अत्र गुणसंज्ञा किं भवति चेत् अदेङ्गुणः वृद्धिसंज्ञा किं भवति चेत् अत्र वृद्धिरादै अनन्तरम् अत्र कर्मधारीयसंज्ञा किं भवति कर्मधारी इत्युक्ते अत्र समानाधिकरणमस्ति अत्र कर्मधारीयसंज्ञा किं भवति चेत् अत्र तत्पुरुषसमानाधिकरणकर्मधारी इति भवति एतत् अत्र किम् अस्ति कण्ठस्थीकरणं वृद्धिसंज्ञा वृद्धिरादेज् गुणसंज्ञा अदेङ्गुणः अनन्तरं कर्मधारीयसंज्ञा किं भवति तत्पुरुषसमानाधिकरणकर्मधारी इति वक्तुं शक्यते अनन्तरम् अत्र प्रातिपदिकसंज्ञा कुत्र भवति केन सूत्रेण प्रातिपदिकसंज्ञा भवति इति चेत् अर्थवतादातु प्रत्यये प्रातिपदिकम् इति प्रातिपदिकसंज्ञा भवति अनन्तरं धातुसंज्ञा किं भवति द्वादयो धातवः अनन्तरम् अत्र पदसंज्ञा केन सूत्रेण भवति इत्युक्ते अत्र सुप्तिगन्तं पदम् इत्यनेनैव अत्र पदसंज्ञा भवति अनन्तरम् अत्र पदसंज्ञा कारकसंज्ञा अपि भवति कारकसंज्ञाः साधकतमं करणम् इत्युक्ते अत्र साधकतमं करणं कारकसंज्ञा भवति अत्र अनन्तरम् अत्र कर्तुः ईप्सितमं कर्म स्वतन्त्रकर्ता एतत् द्वयोः मध्ये अत्र कर्तृसंज्ञा भवति अनन्तरं विभक्तिः केन सूत्रेण विभक्तिसंज्ञा केन सूत्रेण भवति चेत् अत्र विभक्तिश्च इति अतः एतत् सर्वाणि सूत्राणि अनन्तरम् अत्र अङ्गसंज्ञा केन सूत्रेण भवति इतः पर्यन्तम् अत्र कण्ठस्थीकरणमेव अङ्गसंज्ञा केन सूत्रेण भवति यस्मात् प्रत्ययविधि तदादि प्रत्यये अङ्गम् एतत् मनसि स्थापनीयम् अनन्तरं कण्ठस्थीकरणीयम् एव सर्वाणि सूत्राणि यदा कदापि प्रत्ययः विधीयते तदा तस्मात् प्रत्ययात् पूर्वं यावत् अस्ति तत् सर्वं तस्य प्रत्ययस्य अङ्गं भवति अङ्गं कुत्र भवति यथा वयं भू इति धातुः स्वीकुर्मः चेत् अत्र नुल् इति प्रत्ययम् अस्ति. नुल् अत्र नकारः चुटु इत्यनेन भवति, अनन्तरं लकारः अलन्त्यन्तस्य लोपः इत्यनेन भवति, अभवत् इत्यनेन इति भवति, ऊ एव तिष्ठति. ऊ इदानीं नुल् इति प्रत्ययं भवति. नुल् प्रत्ययस्य अङ्गं तु भू, यतः सः प्रत्ययात् पूर्वं वर्तते इति भवति. प्रत्ययात् पूर्वं किं भवति? भू इति. अधुना सम्प्रति खादन् इति पश्यतु, अत्र प्रत्ययद्वयमस्ति. खादन् खादियोगः शप् योगः शत्रु भवति. खादन् शप् मध्ये अकार एव तिष्ठति, शत्रुमध्ये अति एव तिष्ठति. इदानीं शप् प्रत्ययं पूर्वं खाद् अस्ति, अतः शप् प्रत्ययस्य अङ्गं खाद् एव. परन्तु शत्रुप्रत्ययात् पूर्वं खाद् योगः शप् अस्ति, शप् मध्ये अकारः तिष्ठति, अतः शत्रुप्रत्ययस्य अङ्गं खाद् योगः शप् भवति. मेलनेन एव अत्र खाद् इति भवति, अनन्तरम् अकारः योजनेन खाद इति भवति अनुबन्धलोपानन्तरम्. अनन्तरं खाद् इति शत्रुप्रत्ययस्य अङ्गम्, अनन्तरमेव खादत् इति भवति. अत्र किञ्चित् पठितव्यमेव, पुनरपि पुनरपि पठितव्यं, मनसि स्थापने सर्वे जानन्ति एव. इतः पर्यन्तं प्रश्नः उदेति चेत् पृच्छतु. न महोदय, सम्यक् सम्यक् अत्र किमपि क्लेशः एव नास्ति. इदानीं किं शान्ता भगिनी, किमपि क्लेशः अस्ति वा? अत्र अनिल् महोदय, शान्ता महोदयेन, अनिल् महोदयेन किञ्चित् अत्र सूत्राणि विषये सम्यक्तया सः जानाति एव. शान्ता भगिनी सम्यक्तया पठितुम् इच्छति, सरलतया संस्कृतभाषा आगच्छति एव. किञ्चित् इतोपि किं द्रष्टव्यं चेत् अत्र सूत्रविषयाः एव मनसि स्थापनीयम् अस्ति चेत् कालानन्तरं भवन्तः अत्र पाठः पठितुमपि अर्हति, पाठयितुमपि अत्र अर्हति एव. शान्ता भगिनी, अनिल् महोदय, किञ्चित् क्लेशः नास्ति एव, इतोपि किञ्चित् श्रद्धा एव दातव्यं तावदेव. अस्तु, अतः एव अत्र किञ्चित् मम प्रश्नः उदेति, अत्र संशयः अस्ति वा इति. द्वयोः मध्ये अत्र किञ्चित् कालानन्तरम् अत्र आचार्यस्थानं स्वीकर्तुं शक्यते एव. इदानीमत्र एतत् मनसि स्थापयतु. इदानीमत्र वृद्धिसंज्ञा किं भवति अनिल् महोदय? वृद्धिरादेच्. इदानीमत्र गुणसंज्ञा किं भवति शान्ता? शान्ता, गुणसंज्ञासूत्रं किम्? शान्ता अस्ति वा, गतवती वा? आमाम् अहमस्मि. गुणसंज्ञासूत्रं किम्? अधेङ्गुणः. उत्तमम्. अनन्तरम् अत्र प्रातिपदिकसंज्ञा किं भवति अनिल् महोदय? अर्थवदधातुरप्रत्ययः प्रातिपदिकम्. अत्र अष्टाध्यायविषये गच्छतु, तत्र ध्वनिमुद्रणं शृणोतु. अर्धवत् अधातु अप्रत्यय, सर्वत्र अत्र अर्धवद् अर्थवद इति अस्ति, अत्र अकारः उत्तर अस्ति, अतः अर्थवद् अधातु. अनन्तरम् अत्र रेपः अस्ति, अकार उत्तरवती अपि अस्ति, अतः तत्र अर्थवद् अधातु अप्रत्ययः. नास्ति चेत् अत्र अर्थवदधातु अधातु रप्रत्ययः प्रातिपदिकसंज्ञा, एतदेव भवति. अनन्तरं धातुसंज्ञा, गीताश्रीधर् वदतु, धातुसंज्ञासूत्रं किम्? भुवादयो दातवः. गीताश्रीधर् अपि सम्यक्तया पठति, अनन्तरम् अत्र सूत्रविषये अपि सम्यक्तया जानाति एव. किञ्चित् कालानन्तरम् आचार्यरूपेण अत्र पाठयितुं शक्यते एव. धातुसंज्ञा अनन्तरम् अत्र पदसंज्ञा अस्ति. पदसंज्ञा केन सूत्रेण द्रष्टुं शक्यते शान्ता भगिनी? पदसंज्ञा केन सूत्रेण भवितुमर्हति? केन सूत्रेण भवति? सुप्तिङ्गन्तं पदम् इति. उत्तमं. सुप्तिङ्गन्तं पदं तुप् अस्ति, तिङ्गन्तम् अस्ति. एतत् मेलनेन एव अत्र पदसंज्ञा भवति. तुप् इति अस्ति रामः, रामयोगः सुप् रामः इति भवति. अनन्तरम् अत्र खाद् योगः आयोगः ति. इदानीम् अत्र खादति इति भवति. एतत् तिङन्तं पदम्. अत्र धातु अपि अस्ति, अतः तुप् तिङन्तं पदं मेलनेन एव, प्रत्ययमेलनेन एव पदसंज्ञा भवति. अनन्तरम् अत्र विभक्तिसंज्ञा केन सूत्रेण भवति अनिल् महोदय? विभक्तिश्च. उत्तमं, विभक्तिश्च. इदानीम् अत्र गीता श्रीधर् वदतु, अङ्गसंज्ञा केन सूत्रेण भवति? यस्मात् प्रत्ययविधि तदादिप्रत्यये अङ्गम्. उत्तमम्, एतदेव. एतत् मनसि स्थापयतु. अनन्तरम् अत्र मुख्यसूत्रमस्ति, अतः एव अस्तु. इदानीम् अत्र अनिल् महोदय पठतु. सार्वत्रिकनियमः परिभाषासूत्राणि स्वयं कार्यं न कुर्वन्ति परन्तु अपरेषु सूत्रेषु निर्देशं ददति. सूत्राणि अस्तु अस्तु. तस्मिन्निति निर्दिष्टे पूर्वस्य सप्तमी विभक्तिः इत्यनेन कार्यं साक्षात् पूर्वं स्यात्. तस्मादित्युत्तरस्य पञ्चमी विभक्तिः इत्यनेन कार्यं साक्षात् परे स्यात्. विप्रतिषेधे परं कार्यं समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति. ग्रन्थात् आरभ्य अष्टमाध्यायस्य प्रथमपादपर्यन्तं यस्य सूत्रस्य सूत्रसङ्ख्या अधिका तस्य बलं भवति. अत्र पश्यतु, सार्वत्रिकनियमाः किं किं भवति इति. नियमाः परिभाषासूत्राणि अस्ति, अधितेशसूत्रमस्ति, अधिकारसूत्रमस्ति, नियमसूत्रमस्ति, विधिसूत्रमस्ति, संज्ञासूत्रमस्ति, षड् सन्ति खलु, सर्वे जानन्ति एव. इदानीमत्र परिभाषासूत्राणि स्वयं कार्यं न कुर्वन्ति परन्तु अपरेषु सूत्रेषु निर्देशं ददति. कुत्र आगन्तव्यम् इति निर्देशं परिभाषासूत्रेण एव अत्र कर्तुं शक्यते. अत्र परिभाषासूत्रमस्ति, पूर्वपर नित्य अन्तरङ्ग अपवादानम् उत्तर उत्तर बलियः, वयं दृष्टवन्तः. 58 अस्ति अत्र परिभाषासूत्रम्. अत्र एतत् सूत्रमेव अत्र पूर्वसूत्रमस्ति वा, परसूत्रमस्ति वा, नियमसूत्रमस्ति वा, अन्तरङ्गसूत्रमस्ति वा, बहिरङ्गसूत्रमस्ति वा, अत्र उत्तर उत्तरं बलियः किम् अस्ति, विप्रतिषेधपरकार्यमस्ति वा, एतत् सूत्रं द्वयोः मध्ये क्रमेण अत्र आगच्छति चेत् अत्र किं सूत्रं प्रथमम् आगन्तव्यम् इति अत्र बलबलचिन्तनम् अस्ति एव. तस्मिन् इति निर्दिष्टे पूर्वस्य सप्तमी विभक्ति इत्यनेन कार्यं साक्षात् पूर्वं स्यात्. एतत् सूत्रमेव अत्र आगत्य एतत् सूत्रेण एव तस्मिन् विभक्ति किं भवति? तस्मिन् इति सप्तमी. उत्तमं, सप्तमी एकवचनं. तस्मिन् इति निर्दिष्टे पूर्वस्य वयं पूर्वं दृष्टवन्तः, परसु पञ्चमी अस्ति चेत् परकार्यं पूर्वनिमित्तं भवति. इदानीमत्र पूर्वस्य पूर्वं स्यात् सप्तमी विभक्ति इत्यनेन कार्यं साक्षात् पूर्वं स्यात्. एतत् सूत्रेण किं भवति? तस्मिन् इति निर्दिष्टे पूर्वस्य, अनन्तरमत्र तस्मादित् उत्तरस्य, पञ्चमी विभक्ति उत्तरमेव कार्यं भवति अतः परे भवति पञ्चमी परे कार्यं परकार्यं पञ्चमी परकार्यं पूर्वनिमित्तं परन्तु अत्र कस्मिन् इति निर्दिष्टपूर्वस्य इत्यस्य पूर्वसूत्रमस्ति कार्यं पूर्वं भवति इति तस्मादित् उत्तरस्य उत्तरं बहिः अन्तरङ्गं पृष्ठः पृष्ठः एतत् सर्वाणि अव्ययपदानि कुत्र भवति पञ्चमी एव भवति खलु बहिः बहिः अस्ति चेत् पञ्चमी एव स्थापनीयम् अधिकरणे अस्ति चेत् सप्तमी हा उत्तमम् अधिकरणे अस्ति चेत् सप्तमी अनन्तरं विपरीति चेत् परकार्यं समानकाले तुल्यबलसूत्रे कार्यं कर्तुम् आयातः चेत् अत्र परसूत्रस्य कार्यं पूर्वं भवति विपरीतिषेते परं कार्यं परसूत्रमेव प्रथमं कार्यं करोति इति ग्रन्थात् आरभ्य अष्टम अध्यायस्य प्रथमपादपर्यन्तं ग्रन्थात् आरभ्य प्रथमसूत्र आरभ्य प्रथमपादपर्यन्तं यस्य सूत्रस्य सूत्रसङ्ख्यायाः अधिकाः तस्य बलं भवति इति अत्र विप्रतिषेते परं कार्यम् इति वदति इदानीम् अत्र आतिदेशसूत्राणि किं किं भवति इति अत्र गोदामल् पठतु कृपया आतिदेशसूत्राणि धातुभ्यः ह्येतेषु प्रत्ययेषु स्वभावविकारः सर्वधातुकमिपि यः को अपि प्रत्ययः सर्वधातुकः च अपि च सः निङ्गत् भवति विकङ्गति च इति सूत्रेण यः प्रत्ययः गित् कित् ङित् च अस्ति तत् निमित्तकृत्य एकः स्थाने गुणः च वृद्धिः च न भवति गुणवृद्धिनिषेधः पश्यतु अतिदेशसूत्राणि धातुभ्यः विकितेषु केषुचित् प्रत्ययेषु स्वभावः विकारः भवति अत्र विकारः इत्यत्र परिवर्तनं अत्र किञ्चित् सार्वधातुकम् अपीत् इति स्वीकुर्मः चेत् यः कोऽपि प्रत्ययः सार्वधातुकम् अपीत् अपीत् अस्ति चेत् अत्र किं भवति वयं सर्वे जानन्ति एव अपीत् अस्ति चेत् किं भवति वक्तुं शक्यते वा अपीत् अस्ति चेत् सर्वे जानन्ति झटिति वदतु यत्र यत्र पकारस्य इत्संज्ञा नास्ति तत्र अपीत् अन्य कोऽपि तत्र गुणकार्यं न भवति हा उत्तमं तावदेव हा नितुवत् भवति निति च इति सूत्रेण पित् अस्ति चेत् गुणकार्यं भवति अपित् अस्ति चेत् गुणनिषेधकम् अस्ति अत्र सार्वधातुकम् अपीत् यः कोऽपि प्रत्ययः सार्वधातुकः च अपित् च सः नीतवत् भवति निति च इति सूत्रेण यः प्रत्ययः जित् चित् ञित् च अस्ति तत् निमित्तीकृत्य तत् निमित्तीकृत्य अत्र एकः स्थाने गुणः च वृद्धिः च महोदय न श्रूयते म्यूट् अस्ति आम् आं भगिनि किमपि न श्रूयते विजय महोदय न श्रूयते क्षम्यताम्, अत्र सार्वधातुकम् अपि अस्ति चेत् नीतवत् भवति, अनन्तरं नित् इति अस्ति खलु अत्र गित् कित् ञित् अस्ति, अत्र नित् अस्ति चेत् अत्र नितिश इति सूत्रेण गुणनिषेधः भवति, अतः तत्र इकः स्थाने गुणः वा वृद्धिः वा न भवति एव, अतः तत्र गुणवृद्धिनिषेधकसूत्रं किं भवति, गुणवृद्धिनिषेधकसूत्रं निति च, निति च अनन्तरं सार्वधातुकम् अपित् अस्ति चेदेव अत्र निति च, अत्र अपित् अस्ति, अत्र अपित् अस्ति चेत् अत्र निद्वत् भवति, अतः अत्र गुणः वा वृद्धिः वा न भवति एव। इदानीम् अत्र द्वितीय अध्यायः पूर्णतया अत्र गीतश्रीधर् पठतु। आं भगिनि, द्वितीय अध्यायः समासाधिकारः, सर्वे समासाः विहिताः, अव्ययी भावः तत्पुरुषः बहुव्रीहि द्वन्द्वः, विभक्तीनां विधानं क्रमेण द्वितीया चतुर्थी तृतीया पञ्चमी सप्तमी प्रथमा षष्ठी इति विभक्तयः, धात्वादेशः आर्धधातुके प्रत्ययः आर्धधातुकः चेत् मूलधातोः स्थाने अन्यत् रूपम् आयाति, अस्थेर्भूः अस्धातोः परं प्रत्ययः आर्धधातुकः चेत् अस्थाने भू आदेशः, अस्योगः तव्यत् भू योगः तव्य भवितव्यम्, अस्योगः यत् भू योगः यत् भो योगः य भव्यम्, लुक् प्रकरणम् अस्मिन् प्रकरणे प्रत्ययस्य लोपः भवति, अधिप्रभृतिभ्यः शपः शपः लोपः, भा योगः ति भा योगः शप् योगः ति शपः लोपः भाति, जुहोत्यादिभ्यः श्रुः शपः लोगः लोपः अत्र, धातोः द्वित्वं भवति धा योगः ति धा योगः शप् योगः ति शपः लोपः धातोः द्वित्वम्, अतः दाधा योगः ति दधाति। अत्र पश्यामः एकः द्वितीय अध्यायः किं भवति अत्र, इदानीम् अत्र अतिदेशसूत्रं दृष्टवन्तः, अनन्तरं परिभाषासूत्रमपि दृष्टवन्तः, द्वितीय अध्यायः समासाधिकारः अस्ति, सर्वे समासाः विहिताः, अव्ययी भावः तत्पुरुषः बहुव्रीहि समासः द्वन्द्वसमासः एतत् अत्र भवति एव, प्रत्यय मुख्यमस्ति अत्र अव्ययी भावः अव्यय इति अत्र सूत्रमस्ति, बृहत् अस्ति, अनन्तरं तत्पुरुषसमासः अपि अस्ति, बहुव्रीहिः प्रसिद्धसूत्रमस्ति, द्वन्द्वसमासः अपि अस्ति। इदानीम् अत्र विभक्तीनां विधानं क्रमेण द्वितीया चतुर्थी तृतीया पञ्चमी सप्तमी प्रथमा षष्ठी इति विभक्तयः अत्र भवति, अनन्तरम् अत्र धात्वादेशः आर्धधातुके इति अस्ति, धात्वादेशः प्रत्यय आर्धधातुकः चेत् अत्र मूलधातोः स्थानम् अन्यत् रूपम् आयाति, आर्धधातुकम् अस्ति चेत् अत्र आर्धधातुकं शेषः इति अस्ति, मूलधातोः स्थाने अन्यत् रूपम् आयाति, परिवर्तनं भवति एव अत्र, अस्तेर्भूः इति अस्ति, अस्धातोः परं प्रत्ययः आर्धधातुकं चेत् अत्र अस्धातोः अस् अस्ति, अत्र पूर्णतया अत्र भवति किं भवति भू आदेशः भवति, अत्र अनेकांश सर्वस्य अलोन्तस्य इति सूत्रं प्रसिद्धसूत्रमस्ति, अनेकांशित् सर्वस्य इत्युक्ते अत्र पूर्णतया अत्र परिवर्तनं भवति, अस् इति धातुः अस्ति, अकारः अस्ति, सकारः अस्ति, अतः अनेकाचित् सर्वस्य इति सूत्रेण अत्र न दत्तं, मनसि कुत्रापि लिखतु, अत्र स्थापयतु, स्मरन्तु. अस्ते भूः, अस्ति धातोः विषये भू एव परिवर्तनं भवति. अतः एव अत्र धात्वादेशः आर्धधातुके प्रत्ययः आर्धधातुकः चेत् अत्र मूलधातुः अस् अस्ति, तत् स्थाने अन्यत् रूपम् आयाति. अन्यत् रूपम् इदानीम् अस्तु धातोः भू इति पूर्णतया अत्र परिवर्तनम् अभवत्. अस् धातोः अस् तव्यत् स्वीकुर्मः चेत् भूतव्यः इति भवति, भवितव्यं. वयं क्रमः जानीमः भूसत्तायाम् इति अस्ति, अनन्तरम् अत्र भू इति सर्वधातुकः अर्धधातुकयोः इत्यनेन भू भवति. अनन्तरम् अत्र भूस्थाने ओकारस्य स्थाने किं भवति? अवादेशः भवति. अनन्तरं भवाद्य भवि भवितव्यम् इति एकारः सृ अत्र इडगमस्य चिन्तनम्. इदानीम् अस्ति यत् भवति चेत् अत्र एकारस्य स्थाने यत् भवति, यत् अस्ति चेत् अत्र यकारः एव श्रूयते. भूयोगः इदानीम् अत्र भू भो भवति, अनन्तरं य भवति, योजनेन भव्यम् इति भवति. भव्य भगिनी इति एका स्त्री अपि अस्ति. किमस्ति अत्र विश्वसंस्कृतगवाक्षः इति अस्ति खलु, तत्र भव्य भगिनी इति अस्ति. भव्या अत्र रूपं किं भवति? भूधातुः अस्ति, अनन्तरं भू भवति, अनन्तरं भूस्थाने अवादेशः भूत्वा भव्यम् इति भवति. एतत् अस्ते भूः इति मनसि स्थापयतु. पूर्व अत्र मूलधातुः परिवर्तनं भवति इति. अनन्तरं लुक् प्रकरणं किं किं भवति? लुक् प्रकरणं, समासप्रकरणं, सन्धिप्रकरणं, परिभाषाप्रकरणम्, अत्र बहवः प्रकरणम् अस्ति एव अष्टाध्यायम्. इदानीम् अत्र लुक् प्रकरणम्, अस्मिन् प्रकरणे प्रत्ययः लोपः भवति, प्रत्ययः लोपः भवति. आदिप्रभृतिभ्यः शपः इति अस्ति चेत् अत्र शपः लोपः भवति. बा इति अस्ति, सि अस्ति, बा शप् अनन्तरं ति, शप् मध्ये आकारः तिष्ठति, अनन्तरं बाति इति एव भवति. अनन्तरं जुहोत्यादिभ्यः श्लुः इत्यस्य जुहोत्यादिभ्यः श्लुः अस्ति चेत् अत्र किं कार्यं मुख्यतया भवति? अत्र मुख्यरूपेण भवति जुहोत्यादिगणे किं भवति? उत्तमं, द्वित्वं भवति. अत्र अत्रापि शपः लोपः भवति. आदिप्रभृतिभ्यः एतत्तु द्वितीयगणमस्ति, जुहोत्यादिगणं. जुहोत्यादि किं गणे अस्ति? किं गणे अस्ति जुहोत्यादि? तृतीय, उत्तमं, तृतीयगणः अस्ति. भूसतायाम् इति प्रथमगणे, अनन्तरम् आदि अदादिगणः, अनन्तरं जुहोत्यादिगणः, दिवादिगणः, अनन्तरं स्वादिगणः, तुदादिगणः, अनन्तरम् अत्र ऋतादिगणः, तनादिगणः, त्रयादिगणः, अनन्तरम् अन्ते किं भवति? दशमगणः. एकम् अपि दशमगणः, शूरादिगणः. इदानीमत्र जुहोत्यादिभ्यः श्लुः शपलोपः भवति, धातुः द्वितुं भवति. एतदेव प्रसिद्धमस्ति, दा इति ति, अनन्तरं शप् भवति. इदानीं शप् लोपः भवति, धातोः द्वितुं भवति, दा दा इति भवति, परन्तु ददाति इति भवति. प्रथमं पूर्वं वयं दृष्टवन्तः दा दा इति अस्ति, परन्तु ददाति एव भवति. अत्र प्रथम दा इति दीर्घमस्ति, अत्र किम् अभवत्? भवन्तः जानन्ति एव, मया पूर्वम् उक्तं केन सूत्रेण प्रथम ह्रस्व भवति. उत्तमं, तावदेव. ह्रस्वः इति सूत्रेणैव अत्र उत्तरम् अत्रैव अस्ति. अत्र दा इति अस्ति, दीर्घमस्ति, ह्रस्वः भवति. ह्रस्वः इति सूत्रेण तावदेव, ह्रस्वः इति सूत्रेण ददाति इति भवति. अनन्तरम् इदानीम् अत्र तृतीय चतुर्थ पञ्चम च अत्र पठतु, शान्ताभगिनी पठतु. तृतीय चतुर्थ पञ्चम च अध्यायाः प्रत्ययाध्यायाः इति उच्यन्ते. अत्र धातुभ्यः प्रातिपदिकेभ्यश्च सर्वे प्रत्ययाः विहिताः भवन्ति. तृतीय अध्यायः धातुभ्य ये ये प्रत्ययाः विहिताः ते सर्वे अत्र उक्ताः. कनादयप्रत्ययाः, विकरणप्रत्ययाः, कृत् प्रत्ययाः, भूतार्थे, वर्तमानार्थे, भविष्यार्थे च. लकारप्रत्ययाः, भूतार्थे, वर्तमानार्थे, भविष्यार्थे च. कर्मणि, भावे च प्रकृत् प्रत्ययाः, लकारप्रत्ययाः. स्त्रियां, कृत् प्रत्ययाः. एक एकनिमिषम्. अत्र तृतीयचतुर्थपञ्चम च अध्यायाः प्रत्ययः इति उच्यते. प्रत्यय अध्यायः इति उच्यते. तृतीयचतुर्थपञ्चम न श्रूयते भगिनि. अत्र कर्मकरी आगतवती. अत्र किञ्चित् मम कृते कार्यम् आसीत् अस्ति अस्ति अपि अत्र तृतीयचतुर्थ अध्यायः अस्ति चेत् धातुभ्यः ये प्रत्ययाः विहिताः ते सर्वम् अत्र उक्ताः. किं किं? सनादय धातवः. सन् प्रत्ययमस्ति चेत् अत्रापि किं भवति? गीता श्रीधर् भगिनी वदतु. सन् अस्ति चेत् अत्र सर्वे जानन्ति. धनादयप्रत्ययः अत्र किं भवति? अन्य कोऽपि तन्न तन्न यङ्ग् चङ्ग् अनन्तरं जुगोत्यादि तन्न अस्ति चेत् अत्र द्वितं भवति. अनन्तरम् अत्र विकर्णप्रत्ययः भवति. विकर्णप्रत्ययः सर्वे जानन्ति एव. भू इति भूवादयः स्वीकुर्मः चेत् अत्र अकारः भवति. अनन्तरम् अत्र अदादिगणः अस्ति चेत् अत्र विकर्णप्रत्ययं किं भवति? झटिति वदतु, सर्वे जानन्ति एव. इदानीमेव उपरि दृष्टवन्तः खलु, अदि प्रभृतिभ्यः शपः. शपः अत्र लुक् भवति. अनन्तरम् अत्र जुहोति आदि तृतीयगणः अस्ति, तत्रापि किं भवति विकर्णप्रत्ययं? लुक् भवति. अत्र अनन्तरम् अत्र यत्र यत्र आर्द्रदातुकप्रत्ययम् अस्ति तत्र सर्वत्र लुक् एव भवति. आर्द्रदातुकं शेषः इत्यनेन सर्वत्र अत्र लुक् एव भवति. अतः तत्र प्रतिगणं स्वीकृत्य अत्र किं किं आरम्भ स्थाने वयं दृष्टवन्तः किं किम् अभवत् इति. अत्र विकर्णप्रत्ययं किञ्चित् स्थाने एव तिष्ठति. सुदादिभ्यः शः इति अस्ति चेत् अत्र शः अकारः श्रूयते एव. अनन्तरम् अत्र क्रियादिगणे चुरादिगणे ऐ अपि अस्ति, अकारः अपि अस्ति. अत्र तत्र विकरणप्रत्ययं लुक् न भवति. इदानीम् अत्र पश्यतु, सनादेयः प्रत्ययः अस्ति चेत् सनादेयः प्रत्ययः अस्ति चेत् अत्र सन् धृतुं भवति. विकर्णप्रत्ययः स्वीकुर्मः चेत् किञ्चित् स्थाने विकर्णप्रत्ययः अत्र लुक् भवति. अनन्तरं कृत्प्रत्ययः भूतार्थे वर्तमानार्थे भविष्यार्थे च कृत्प्रत्ययः त्रीणि अत्र धातवः विषये अत्र भूतार्थे गतकाले अपि अस्ति वर्तमानकाले अपि अस्ति अनन्तरं भविष्यत्काले अपि अत्र कृत्प्रत्ययं समानतया एव भवति अत्र किञ्चित् क्लेशः नास्ति एव. शान्ता भगिनी अवगतं वा किञ्चित् क्लेशः अस्ति वा अनिल् महोदये शान्ता गीता क्लेशः किमपि नास्ति भगिनि अवगतम् एकवारमपि अस्तु. अत्र सनादेयः प्रत्ययः अत्रापि सन्नन्दं भवति बभूव बभूवतुः इति अत्र बुभुक्षति इति अत्र अस्ति. सनाद्य प्रत्ययः अस्ति चेत् द्युतं भवति यदा जुगोत्यादिगणे द्युतं भवति तदेव अत्रापि सनादिगणे अपि अस्ति. द्वितीर्णप्रत्ययः किञ्चित् स्थाने भवति किञ्चित् स्थाने न भवति एव. जानाति खलु भवती द्वितीर्णप्रत्ययः किम् अस्ति चेत् किमस्ति इति भवती जानाति वा न जानाति वा विकर्णप्रत्ययविषये सर्वे जानन्ति खलु? विकर्णप्रत्ययविषये भवती सम्यक्तया जानाति एव विकर्णप्रत्ययविषये. अत्र पश्यतु प्रथमं वयं धातुगुणः परिचयः गुणः अत्र द्रष्टुं शक्यते खलु? एतदेव विकर्णप्रत्ययं विकर्णप्रत्ययं मूलम् अस्ति तदेव. अत्र बहवः प्रत्येकं गणे प्रत्येकं मनसि स्थापयतु स्मरन्तु अपि भुवादिगणः अकारः अस्ति अदादिगणः जुगोति आदिगणः किमपि विकरणप्रत्ययं नास्ति एव. एतत् पूर्वं द्वे वर्षे पूर्वं वयं चिन्तितवन्तः पठितवन्तः अपि इदानीमपि विकरणप्रत्यये क्लेशः अस्ति चेत् बहु क्लिष्टकरम् अस्ति एव विकरणप्रत्ययं मनसि एव अदादिगणे जुगोति आदिगणे लुक् भवति दिवादिगणे शन् भवति शन् मध्ये चकारः केन सूत्रेण इति भवति गीतास्ति वदतु सर्वे जानन्ति एव लशकतद्धिते इत्यनेन एव. अनन्तरं नकारः तस्य लोपः इत्यनेन इति भवति यकारः एव तिष्ठति. अनन्तरं स्वादिगणः स्नु इति अस्ति चेत् अत्र उकारः अत्र इति भवति शकारः अपि इति भवति नु एव तिष्ठति. नु स्थाने नु इति अस्ति चेत् अत्र उकारः तिष्ठति एव ओकारः भवति उकारस्य स्थाने ओकारः सर्वधातुक अर्धधातुकयुः इत्यनेनैव ओकारः भवति. अनन्तरं रुदादिगणः अस्ति शकारः अकार एव तिष्ठति. स्नम् इति रुदादिगणः अस्ति चेत् अत्र नकारः तिष्ठति. अनन्तरं तनादिगणः उकारस्य स्थाने ओकारः भवति. त्रयादिगणः स्ना इति प्रतिमस्ति. अनन्तरं श्रुरादिगणः निच् अनन्तरम् अकारः तिष्ठति. इदानीम् अत्र जुहोत्यादिगणे अदादिगणे एव अत्र किं भवति विकर्णप्रत्ययं लुक् भवति लोपः लुक् भवति. इदानीं वयं दृष्टवन्तः अत्र लुक् भवति इति मनसि स्थापनीयमेव अत्र इदानीमेव पठितवती भवती एव पठितवती इति अहं स्मरामि अत्र किं भवति इति किं अधिप्रभृतिभ्यः श्लुकु पश्यतु अत्र अधिप्रभृतिभ्यः अनन्तरम् अत्र जुहोत्यादिभ्यः श्लुकु इति भवति. तत्र किं भवति? लुकु भवति. एतत् द्वितीयगणम् अनन्तरं तृतीयगणं भवति. अस्तु, गीता श्रीधर् मङ्गलश्लोकं वदतु. ॐ पूर्णमतः पूर्णमितं पूर्णात् पूर्णमुदश्यते पूर्णस्य पूर्णमाताय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.